अस्तु, तर्हि शतन्त्ररूपाणाम् अभ्यासः प्रवर्तमानः अस्ति. प्रथमतया पुल्लिङ्गरूपं कथं निष्पन्नं भवति, स्त्रीलिङ्गरूपं कथं निष्पन्नं भवति इति वक्तव्यमस्ति. तत्र कस्मिन् अर्थे भवति इति जानीमः. शत्रन्तरूपाणि शत्रन्तरूपाणि तत्र वर्तमानकाले भवन्ति. कोऽपि तत्र स्पीकर् फोन् मास्तु, कोऽपि आगतवान् वा? कः अस्ति महोदय? अभिनव अस्मि. किं बहिः अस्ति वा महोदय? आं महोदय, अहं शृणोमि. हा, तत्र म्यूट् करोतु कृपया, यतोहि बहु ध्वनिः अस्ति. अस्तु, समीचीनम्. अस्तु, तर्हि अत्र वर्तमानकाले भवन्ति शतरन्तरूपाणि. यथा बालकः खादन् गच्छति, नाम बालकः खादति अपि गच्छति अपि समानकाले समकाले इति यदा भवति तदानीं तस्मिन् अर्थे, कस्मिन् अर्थे बालकः खादति अपि गच्छति अपि समानकाले, तस्मिन् अर्थे बालकः खादन् गच्छति अथवा बालकः गच्छन् खादति, अर्थः समानः. अस्तु, इति अर्थः अस्ति. इदानीं रूपं कथं निष्पन्नं भवति पुल्लिङ्गे? पुल्लिङ्गे शिल्पा भगिनी वदतु कृपया, कथं भवति, कथं जानीमः रूपं किम् अस्ति? बालकः गच्छन् खादति, प्रथमपुरुष बहुवचने गच्छन्ति अस्ति. ति वयं निष्कासयामः, गच्छन् तिष्ठति. अतः गच्छन् शत्रन्तरूप पुलिङ्गे शत्रन्तरूपमस्ति. हा, बहु समीचीनः, सुन्दररीत्या भवत्या उक्तमस्ति, बहु समीचीनमस्ति. गच्छन् गच्छन् इति रूपम् अस्ति. तत्र च मनसि भवेत् यत् गच्छन् इति प्रथमविभक्तौ एकवचने रूपमस्ति. सर्वासु विभक्तिषु सर्वेषु वचनेषु तथा न भवति, केवलम् अस्माकं गच्छन् प्रथमविभक्तौ एकवचने पुल्लिङ्गे. ततः अग्रे यथा भवत् शब्दः, भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः, तथैव गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः, ततः अग्रे च नुमागमः नास्ति. अस्तु, बहु सम्यक् अस्ति इति पुल्लिङ्गरूपम्. अपि च इदमपि वक्तव्यमस्ति यत् अत्र प्रातिपदिकम् इत्युक्ते किम्? प्रातिपदिकम् इत्युक्ते मूलरूपं कस्यापि शब्दस्य, यथा देवः देवो देवाः. तत्र लक्ष्मीभगिनी प्रातिपदिकं किं? देव. हा, देवशब्दः. अत्र नदी, नद्यौ, नद्यः. मीना भगिनी तत्र प्रातिपदिकं किं? नदी. हा, नदीशब्दः. तत्र जगत् जगति जगन्ति. तत्र सुब्रह्मण्यं महोदय तत्र प्रातिपदिकं किं? जगत् महोदय. जगत्. अतः कदाचित् प्रथमाविभक्तौ यत् एकवचनान्तरूपम् अस्ति तदेव प्रातिपदिकं भवति, कदाचित् नास्ति. यथा नपुंसकलिङ्गे जगत् शब्दः, जगत् एव प्रातिपदिकमस्ति. लता शब्दः, लता, लते, लताः, लता एव प्रातिपदिकमस्ति प्रथमाविभक्तौ एकवचने, लता एव अस्ति. नदी अपि तथा. किन्तु देवः, तत्र देवः प्रथमाविभक्तौ एकवचने देवः अस्ति, किन्तु मूलरूपं प्रातिपदिकमस्ति देव, उपसर्गरहितरूपमस्ति. इदानीं गच्छन् गच्छन् इति प्रथमविभक्तौ एकवचने अस्ति, किन्तु प्रातिपदिकमस्ति गच्छत्, अत्र गच्छत् इति अस्ति, चकारान्तरूपं भवति शत्रान्तरूपं. शत्र वस्तुतः शत्र इति कश्चन प्रत्ययः अस्ति, तत्र शकार ऋकारयोः लोपः भवति, अत् अवशिष्यते, अतः तत्र गच्छ योगः अत् गच्छत् इति अस्ति. अस्तु, समीचीनमस्ति. तर्हि पुल्लिङ्गे रूपं तथा अस्ति. अन्य के के विलम्बेन कोऽपि आगतवान् वा? कः? रत्नेश. ओ, स्वागतं महोदय, स्वागतं. समीचीनं, समीचीनं. रत्नेशमहोदय सोपि मेरलेण्ड् प्रदेशे अस्माकं भ्राता अस्ति. श्रीनिवासमहोदय, अस्तु, विषयः अस्ति रत्नेशमहोदय, तत्र विषय अस्माकं विषयः अस्ति शत्रन्तरूपाणि. विषयः परिचितः वा? आं महोदय, विषयः परिचितः अस्ति. बहु समीचीनमस्ति. वा, अभिनव महोदय, मम उदाहरणं उक्तवान् आसीत्. अस्तु अस्तु, बहु समीचीनं, बहु सम्यक् अस्ति. तर्हि पुल्लिङ्गे रूपं तथा अस्ति. गच्छन् गच्छन्तौ गच्छन्तः, बालकः गच्छन् खादति इति वाक्यम्. अस्तु, स्त्रीलिङ्गे मीनाभगिनी वदतु कथं भवति. ति इति भवति पुल्लिङ्ग प्रथमपुरुष एकवचन लट्लकाररूपं रूपस्य इ इति वदत् इति अस्ति. किं किं पुनः वदतु आरम्भतः. एकनिमिषं महोदय, पुल्लिङ्ग रूपमस्ति पचन् इति. पचन् क्रमः भवति वा? पचति इति अस्य वदन्ति इति गच्छन् इति रूप निष्पन्नरूपं, किन्तु ब्रह्मः तत्र वदतु गम् किं किं वदति भवती. गच्छन्ति न गम् धातुः. अस्तु, गम् धातुः अस्ति. हा, आरम्भतः वदतु तर्हि. गम् गच्छन् गच्छन्ति इति प्रथमपुरुष लट्लकार बहुवचनरूपम् अस्ति. ति इति निष्कास्य गच्छन् इति पुल्लिङ्गरूपम्. इ इति योगं करोति चेत् गच्छन्ति इति स्त्रीलिङ्गरूपं. ति इति अस्तु, तकारे दीर्घकारः खलु. आम् ति इति गच्छन् योगः ति इति गच्छन्ति इति भवति. गच्छन्ति किन्तु तावदेव अस्ति वा कथा? तत्र इतोपि न वक्तव्यमस्ति वा? लक्ष्मीभगिनी साहाय्यं करोतु. प्रथमपुरुष लट्लक बहुवचनरूपं गच्छन्ति अस्ति, शत्रन्तरूपं स्त्रीलिङ्गरूपं वदामि चेत् तकारस्य दीर्घ ईकारः भवति, तथा एव गच्छन्ति आगच्छति. न न न, कश्चन क्रमः अस्ति खलु. न्यूनातिन्यूनं मीना भगिनी आरम्भतः उक्तवती. अहं वदामि पुष्प. एकनिमेषः भगिनी, लक्ष्मीभगिनी जानाति एव, वदतु भगिनि. प्रथमपुरुष बहुवचनरूपं गच्छति शब्दस्य बहुवचनरूपं गच्छन्ति, तस्मात् ति निष्कासयामः चेत् गच्छन् भवति, गच्छन् पुंलिङ्गशत्रन्तरूपं, स्त्रीलिङ्गरूपं वदामि चेत् तत्र तकारस्य दीर्घ ईकारः आनयामि चेत् गच्छन्ती भवति. तदेव शत्रन्त स्त्रीलिङ्गरूपं, परन्तु तत्र नकारः नाम तदेव स्त्रीलिङ्गरूपम् इति न वक्तव्यमस्ति. ततः अग्रे वक्तव्यमस्ति. किं चिन्तनीयमस्ति कस्मिन् विषये तदानीं चिन्तनीयमस्ति? परन्तु तत्र नकारः तिष्ठति वा अथवा नास्ति वा इति चिन्तनीयं. गच्छन्ति तत्र नकारः अस्ति, किमर्थं चेत् प्रथमपुरुषे एकवचनरूपं गच्छति, तत्र ति अक्षरात् पूर्वम् अकारः अस्ति. तदर्थं शत्रन्त स्त्रीलिङ्गरूपे गच्छन्ति तत्र नकारः तिष्ठति. इति अस्ति गच्छन्ति गच्छन्ति. तत्र लट्लकारस्य बहुवचनान्तरूपमस्ति गच्छन्ति. तत्र टी निष्कास्य गच्छन् इति पुल्लिङ्गरूपं भवति, शत्रन्तरूपं गच्छन्. ततः अग्रे तकारे दीर्घिकारं संयोजयामः गच्छन्ति. तस्मिन् नकारः तिष्ठति न वा इति अस्य अवगमनार्थम् इदानीं लट्लकारस्य एकवचनान्तरूपं द्रष्टव्यमस्ति गच्छति. तत्र गच्छति इत्यस्मिन् ति इत्यस्मात् प्राक् अकारः, लघु अकारः अस्ति, ह्रस्व अकारः. यत्र ह्रस्व अकारः अस्ति तत्र स्त्रीलिङ्गे शत्रन्तरूपे नकारः तिष्ठति इति कृत्वा गच्छन्ति इति भवति. अस्तु, समीचीनमस्ति. इदानीं पुष्पा भगिनी वदतु, तत्र आप्नोति, आपदातुः, आपदातुः आप्नोति इति वदतु, तत्र सोपानानि कानि तत्र स्त्रीलिङ्गस्य रूपार्थं शत्रन्तस्य? आप्नुवन्ति अस्ति अत्र आप्नुवन्ति बहुवचन लट्लकारे बहुवचन आप्नुवन्ति. तत्तु आप्नुवन्ति अस्ति. भवती किमपि न कृतवती. इदानीं सोपानानि सन्ति, भवती वदति अथवा अन्य कोऽपि वदतु. आप्नोति, आप्नोति तु आप्नुवन्ति अस्ति. अस्ति न आप्नुवन्ति पुल्लिङ्ग बहुवचने, तदनन्तरं किं बहुवचने आप्नुवन् आप्नुवन् आप्नुवन् इति किं पुल्लिङ्गे आप्नुवन् अस्ति. अत्र आप्नुवति अस्ति स्त्रीलिङ्गे आप्नुवति. सोपानानि वदति न वा? अन्य कोऽपि आगतवान् वा? तत्र बहिः अस्ति कोऽपि? तत्र म्यूट् करोतु स्टार् सिक्स् कृत्वा. पुष्पभगिनी वदतु, पुल्लिङ्गे आप्नुवन् इदानीं ततः अग्रे किं कर्तव्यमस्ति? ततः अग्रे अत्र आप्नुवन्ति लट्लकारे बहुवचने आप्नुवन्ति अस्ति. ति निष्कास्य आप्नुवन् अस्ति पुल्लिङ्गे. अनन्तरम् अत्र आप्नुवति अस्ति. अनन्तरम् आप्नुवति इति इतः नाम भारतदेशात् अमेरिकादेशम् आगच्छति वा? तत्र सोपानानि सन्ति न वा? हा, सोपानानि सन्ति. अत्र विशेषक्रियापदः अस्ति आप्नोति, ओकारः अस्ति. तत्तु ओकारः कुत्र अस्ति? पूर्वे प्रत्ययस्य परे पूर्वे पूर्व नाम आप्नोति इति लट्लकारस्य एकवचनान्तरूपं यत् अस्ति तस्मिन् तकारात् पूर्वं यः ओकारः स च ह्रस्व अकारः नास्ति इति वक्तव्यमस्ति ह्रस्व अकारः अस्ति तत्तु आप्नुवति अस्ति श्रीलिङ्गे आप्नुवति अस्ति नाम किं वक्तव्यमस्ति ओकारः अस्ति न तु ह्रस्व अकारः अतः आप्नुवन्ति इति रूपं नाम दीर्घटिका धकारे दीर्घिकारः यत् संयोजितवन्तः वयं तत्र आप्नुवन् इति पुल्लिङ्गे तत्र आप्नुवन्ति इति जातम् इदानीं नकारः तिष्ठति न वा इत्यस्य अवगमनार्थं लट्लकारस्य एकवचनान्तरूपं द्रष्टव्यमस्ति आप्नोति इति इत्यस्मात् पूर्वम् ओकारः अस्ति अतः ह्रस्वकारः नास्ति तस्मात् नकारः न तिष्ठति आप्नुवति इति भवति समीचीनम् अत्र कोऽपि प्रश्नः वा सर्वैः अवगतम् अस्तु विलम्बेन अन्य कोऽपि वा आगतवान् नमस्कारः महोदय नताशा नताशा भगिनी हो हो बहु समीचीनमस्ति बहुभ्यः दिनेभ्यः नताशा महोदय किं पुटे कस्मिन् पुटे इदानीं चतुर्विंशतितमः अध्यायः अस्ति तत्र षष्ट्यधिकशततमे पुटे अस्माकं चिन्तनं प्रवर्तमानमासीत् इदानीम् अग्रे गच्छेम इदानीं रूपाणि निष्पन्नानि नाम पुल्लिङ्गे स्त्रीलिङ्गे कथं भवति इति दृष्टमस्ति अस्माभिः इदानीं चतुष्षष्टि अधिकशततमे पुटे चतुष्षष्टि अधिकशततमे पुटे अस्ति अस्माकं चतुर्थः अभ्यासः तत्र आरब्धः पूर्वमपि किन्तु पुनः कुर्मः यतोहि तत्र चिन्तनं कर्तव्यमस्ति सम्यक्तया अस्तु अत्र सुब्रह्मण्यमहोदय तत्र आरम्भं करोतु कृपया अस्तु महोदय उचितानि शत्रुप्रत्ययान्तरूपाणि उपयुज्य अधोलिखितानि वाक्यानि परिवर्तयत उदाहरणार्थं युधिष्ठिरः मातरं नमति युद्धाय गच्छति युधिष्ठिरः मातरं नमन् युद्धाय गच्छति अत्र नमति इति क्रियापदं तस्य युधिष्ठिरः पुल्लिङ्ग एकवचन प्रथमाविभक्तिरूपं सः नमति तत्कारणात् अत्र नमन् इति शत्रन्तरूपं प्रथमाविभक्तौ पुल्लिङ्गे एकवचने समीचीनमस्ति तर्हि अस्मिन् वाक्ये तत्र किं चिन्तनीयम् इति चेत् युधिष्ठिरः नमति अपि गच्छति अपि समानकाले इति कृत्वा नमति इत्यस्मात् शत्रन्तर् भवति बहुवचन बहु न क्षम्यतां पुल्लिङ्गे प्रथमभक्तौ एकवचने नमन् अत्र नमन् इति विशेषणमस्ति कस्य विशेषणं महोदय युधिष्ठिरः महोदय अत्र तस्य विशेषणमस्ति यथा सुन्दरः बालकः सुन्दरः इति विशेषणं बालकः इति विशेष्यं तथैव मातरं नमन् युधिष्ठिरः युधिष्ठिरः कीदृशः नमन् युधिष्ठिरः मातरं नमन् युधिष्ठिरः इति तादृशः युधिष्ठिरः यथा सुन्दरः उन्नतः तादृशः मातरं नमन् युधिष्ठिरः कीदृशः मातरं नमन् युधिष्ठिरः युद्धाय गच्छति इति अस्ति अत्र समानकाले इति अर्थः नमति अपि गच्छति अपि अस्तु समीचीनमस्ति त तर्हि भवान् एव प्रथमं करोतु कृपया. अर्जुनः गीतां शृणोति जागरितः भवति. अर्जुनः गीतां शृण्वन् जागरितः भवति. अत्र अर्जुनः एकस्मिन् काले गीतां शृणोति अपि च जागरितः भवति. तदर्थमत्र शृणोति तस्य शतरन्तरूपं नयामः. अर्जुनः शृणोति तत्कारणात् अत्र अर्जुनः प्रथमपुरुष प्रथमाविभक्तौ एकवचने अस्ति. तत्कारणात् अत्र शतरन्तरूपमपि पुल्लिङ्गे प्रथमाविभक्तौ एकवचने. शृणोति अत्र शृणोति इत्यस्य प्रथमपुरुष बहुवचन लट् रूपमस्ति शृण्वन्. अत्र शृण्वन्ति अत्र अन्तिमति निष्कास्य शृण्वन् इति रूपं निष्पन्नं भवति. तथैव प्रथमपुरुष प्रथमाविभक्तौ पुल्लिङ्गे एकवचन चतुरन्तरूपमस्ति. अतः अत्र अर्जुनः गीतां शृण्वन् जागरितः भवति. अत्र विवरणमस्ति अत्र कीदृशः अर्जुनः इति. गीतां शृण्वन् अर्जुनः. बहु समीचीनमस्ति सम्पूर्णं. अस्तु श्रीनिवासमहोदय द्वितीयं करोति वा. आमां. महिलाः वार्तालापं कुर्वन्ति. महिलाः मन्दिरं गच्छन्ति. चतुरन्तरूपं महिलाः वार्तालापं कुर्वत्यः मन्दिरं गच्छन्ति. तत्र अस्माकं प्रथमं कार्यम् उत्तरं किमिति न, अस्माकं प्रथमं कार्यं चिन्तनं, सोपानानि वक्तव्यानि येन सर्वैः अवगन्तव्यं स्यात्. अत्र चिन्तनं किमस्ति? केवलम् उत्तरस्य वदनेन अस्माकं कार्यं न सिद्धम्. अस्तु महोदय. अत्र महिलाः वार्तालापं कुर्वन्ति. अत्र बहु स्त्रीलिङ्गे बहुवचनरूपमस्ति. महिलाः ते वार्तालापं कुर्वन्ति. ते इति वा ते ताः ताः ताः मन्दिरमपि गच्छन्ति समानकाले. तदर्थं कुर्वन्ति शत्रुन्तरूपं कुर्वत्यः भवति महोदय. बहुवचनरूपं प्रथमं पुरुष रूपं कथं भवति, कथं चिन्तनमस्ति? कुर्वन्ति करोति क्रु धातोः बहुवचन लट्लाकारस्य बहुवचनरूपं कुर्वन्ति अस्ति महोदय. ति त्यक्त्वा कुर्वन् इति पुल्लिङ्गरूपमस्ति शत्रुन्तरूपं. कुर्वन् तीः संयोजयामः चेत् कुर्वन्तीः भवति. परन्तु किं भवति समीचीनं खलु. कुर्वन्ति परन्तु लट्लकारस्य प्रथमपुरुष करोति अस्ति महोदय. तत्र ह्रस्व आकारता न भवति. तत्कारणात् नकार न तिष्ठति. ओकारः न तु ह्रस्व अकारः, अतः नकारः न तिष्ठति. कुर्वति भवति. ततः अग्रे किमस्ति? अग्रे कुर्वती अस्ति वा? बहुवचनरूपं यथा नदी शब्दः अस्ति महोदय. कुर्वत्या कुर्वत्या कुर्वत्यः नदी नद्यौ नद्यः कुर्वती कुर्वत्यौ कुर्वत्यः. समीचीनमस्ति. तर्हि आहत्य वाक्यं किं भवति? महिलाः वार्तालापं कुर्वत्यः मन्दिरं गच्छन्ति. इदानीं महिलाः स्त्रीलिङ्गे बहुवचने, अपि च प्रथमाविभक्तौ इति अपि वक्तव्यमस्ति. महिलाः बहुवचने अस्ति, प्रथमपुरुषः, तत्कारणात् कुर्वत्यापि प्रथमपुरुषस्य बहुवचनरूपमस्ति. अत्र प्रथमपुरुषः इति अत्र विशेषणं, यत्र विशेषणमस्ति विषयः, अत्र शतनरूपं विशेषणमस्ति, तत्र पुरुषभेदेन विद्यते वा? पुरुषभेदः नास्ति, परन्तु विभक्तिभेदमस्ति, वचनभेदमपि अस्ति. महिलाः बहुवचनमस्ति, कुर्वत्यापि बहुवचनं. महिलाः विभक्तिभेदः अपि च लिङ्गभेदः, वचनभेदः. वचनभेदः, लिङ्गभेदः, त्रयः भेदाः सन्ति. अस्तु, समीचीनमस्ति. तर्हि अत्र स्त्रीलिङ्गे बहुवचने प्रथमाविभक्तौ इति कृत्वा कुर्वत्यः वार्तालापं कुर्वत्यः मन्दिरं गच्छन्ति. अस्तु, बहु समीचीनमस्ति. इदानीम् अग्रे कः करोति? इदानीं किं नताशा भगिनी वदति वा? महोदय, आं महोदय, धेनवः चरन्ति, गोपालः धेनुभ्यः जलं ददाति. इदानीम् एकं वदामि, अत्र इदम् उदाहरणं किञ्चित् भिन्नमस्ति. कथं भिन्नमस्ति इति भवती वदतु. प्रथम अभ्यासद्वयमस्ति, अर्जुनः, महिलाः. इदानीम् इदं किञ्चित् भिन्नमस्ति, कथं भिन्नमस्ति? धेनवः चरन्ति, गोपालः भिन्नः. इदम् उदाहरणं किमर्थं भिन्नं? हा, वदतु. भिन्नः कर्ता अस्ति, सन्ति. धेनवः चरन्ति, गोपालः ददाति. हा, इति बहु समीचीनमस्ति. तत्र प्रथमवाक्यं पश्यन्तु सर्वे, अर्जुनः शृणोति, अर्जुनः जागृतः भवति. अत्र महिलाः कुर्वन्ति, महिलाः गच्छन्ति, किन्तु अत्र धेनवः चरन्ति, किन्तु गोपालः ददाति. अतः सावधानतया गन्तव्यमस्ति, अत्र भिन्नमस्ति. चतुष्षष्टि अधिकशततमं चतुर्थमे पुटे अस्ति. चतुष्षष्टि अधिकशततमे पुटे 164. धन्यवादः. अस्तु, इदानीं तृतीयं वाक्यमस्ति अत्र. हा, भगिनी वदतु तर्हि. ततः अग्रे किं चिन्तनमस्ति? अग्रे चरन्ति क्रियापदानि अस्ति. चरन्ति क्रियापदम् अस्ति. चरन्ति शत्रुप्रत्ययान्त् रूपं धेनुभ्यः इति अनन्तरम्. इदानीं धेनवः इति केवलं धेनवः इति करोतु, धेनवः चरन्ति, अथवा धेनुः करोतु. धेनुः, धेनुः अस्ति चेत् तत्र शत्रुन्त्रूपं किम्? धेनुः गच्छति तत्र, अथवा धेनुः चिन्तयति. धेनुः चिन्तयति, धेनुः चरति, धेनुः चिन्तयति. तर्हि चरति इत्यस्य स्थाने शत्रुन्तरूपं कथं चिन्तनीयमस्ति? धेनुः चरन् धेनुशब्दस्य लिङ्गं किं स्त्रीलिङ्ग तर्हि सोपानानि उक्तानि तत्र अद्यतनवर्गस्य आरम्भे पुल्लिङ्गे किं चिन्तनमस्ति स्त्रीलिङ्गे किं चिन्तनं वा चरति इति किं लट्लकारः धेनुः चरति इति समीचीनमस्ति किन्तु शत्रन्तरूपं कथं चिन्तनीयमस्ति इति अजयमहोदय साहाय्यं करोति वा महोदय चरन्ति न सोपा तत्र चिन्तनं किमस्ति कथं जानाति किमस्ति इति यानि सोपानानि उक्तानि आसन् तादृशं वक्तव्यमस्ति अहं न जानामि महोदय अजयमहोदय साहाय्यं करोति वा आं महोदय प्रयत्नं करोमि चरन्ति लट्लकारे बहुवचनरूपमस्ति ति निष्कासयामः चरन् पुल्लिङ्गे पुंलिङ्गे अस्ति पुल्लिङ्गे शत्रन्तरूपम् अस्ति शत्रन्तरूपमस्ति चरन् चरन् धेनुः स्त्रीलिङ्गरूपमस्ति स्त्रीलिङ्गशब्दः चरति लट्लकाररूपमस्ति अकारः अस्ति इत्युक्ते न तिष्ठति चरन्ति इति चरति लट्लकारस्य एकवचने चरति ति इत्यस्मात् पूर्वम् अकारः ह्रस्वकारः अस्ति नुमागमः तिष्ठति स्त्रीलिङ्गे अस्तु तर्हि रूपं किं भवति चरन्ति रूपं हा एकवचने धेनुः चरन्ति चिन्तयति हा बहु समीचीनमस्ति महोदय हा तर्हि अत्र नताशा भगिनी किमस्ति चरन्ति किमर्थमिति जानाति न अधुना खलु आम् चरन्ति इति रूपमस्ति हा इति धेनुः एकवचने प्रथमविभक्तौ धेनुः चरन्ति चिन्तयति किन्तु अत्र तथा नास्ति खलु अत्र गोपालः धेनुभ्यः जलं ददाति अस्तु तर्हि अग्रे किमस्ति भगिनी वदतु गोपालः चरन्तीभ्यः धेनुभ्यः जलं ददाति किमर्थं तथा चरन्ति धेनुभ्यः पदस्य विशेषणम् अस्ति हा बहु समीचीनमस्ति अपि च धेनुभ्यः का विभक्तिः किमर्चनम् धेनुभ्यः बहुवचनं चतुर्थी विभक्ति चतुर्थी विभक्तिः अस्ति बहुवचनं अतः अत्र नदीभ्यः इति यथा तथा चरन्तीभ्यः धेनुभ्यः जलं ददाति अस्तु बहु सम्यक् अस्ति अग्रे तर्हि इदानीं शुभा भगिनी वदति वा महोदय अहम् एतानि वाक्यानि न पश्यामि गीतसोपानद्वितीयभागः क्षम्यताम् प्रथमभागः वा द्वितीयभागः द्वितीयभागः नास्ति द्वितीयभागः नास्ति मम पार्श्वे कथं नास्ति अस्माकं वर्गः कतिभ्यः मासेभ्यः द्वितीयभागे अस्ति भवती तु बहुवारम् आगतवती प्रथमभागः अस्ति न किन्तु द्वितीयभागस्य तत्र वर्गः बहुभ्यः दिनेभ्यः अस्ति अस्तु यत्किमपि भवतु भूषकं कथं नास्ति तत्र तस्यै कोऽपि लिङ्क् ददातु तत्र डौन्लोड् करणार्थं कोऽपि प्रेषयतु, कस्यचित् पार्श्वे अस्ति लिङ्क्. डौन्लोड् कुत्र अस्ति जानाति? भवान् लिङ्क् लिङ्क् अस्ति वा? लिङ्क् अस्ति पार्श्वे. अस्तु, तर्हि अग्रे गच्छेम. इदानीं पुष्पा भगिनी वदतु तर्हि. अस्तु महोदय, मालती उद्यानं गच्छति. मालत्यै पुष्पं रोचते. उद्यानं गच्छन्त्यै मालत्यै पुष्पं रोचते. मालत्यै विषयः, गच्छन्त्यै विशेषणः. विशेषणं, हा, अत्र स्त्रीलिङ्गे अस्ति. मालती, मालाती इति गच्छति स्त्रीलिङ्गे. गच्छन्ती इति प्रातिपदिकमस्ति. गच्छन्ती, गच्छन्ती, हा, तत्र चतुर्थी विभक्तौ भविष्यति, यतोहि मालत्यै पुष्पं रोचते. अतः उद्यानं गच्छन्त्यै मालत्यै, नकारः तिष्ठति यतोहि गच्छति तिथि इत्यस्मात् पूर्वं नकारः अस्ति. इति एतत् सर्वं वक्तव्यमासीत्. समीचीनमस्ति. तर्हि अग्रे गच्छेम. सहदेव महोदय वदति वा? महोदय, पञ्चमवाक्यं. सैनिकाः धावन्ति भीष्मः सैनिकान् मारयति. सैनिकाः बहुवचनं पुल्लिङ्ग. अनन्तरं धावन्ति, धावन्ति शतन्तरूपम् एकवचनं धावन्. सम्यक्. पुष्पा भगिनी, तूष्णीं. सैनिकान् द्वितीयविभक्ति बहुवचनं. अनन्तरं धावन्, धावन्तौ, धावन्तः, धावतं, धावतौ, धावतः. तत्र धावन्, धावन्तौ, धावन्तः द्वितीयविभक्तौ एकवचने किमस्ति? नकारः नास्ति. धावन्तं, धावन्तौ, धावतः. तर्हि अत्र किमस्ति? सैनिकाः धावतः भीष्मः सैनिकान् मारयति. किन्तु पुनः वदतु, अत्र सैनिकाः इति शब्दम्, इति शब्दः न अपेक्षते. अत्र सैनिकान् अस्ति. सैनिकान् इत्यस्य विशेषणं शत्रुन्त्रूपं. पुनः वदतु वाक्यं, बहु सम्यक् अस्ति. किन्तु सैनिकाः धावतः, न न, सैनिकाः धावतः इति कथं वा स्यात्? सैनिकाः इत्यस्य का विभक्तिः? सैनिकाः, बहुवचनं, प्रथमविभक्ति. तत्र धावतः इत्यस्य का विभक्तिः? द्वितीयविभक्ति, बहुवचनं. अत्र विशेषणविशेष्यभावः अस्माभिः पठितः खलु? विशेषणविशेषभावः. लक्ष्मीभगिनी श्लोकं वदतु. यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि. हा, बहु समीचीनमस्ति. इति एव अस्ति, इति एव अस्ति विषयः. तर्हि अत्र धावतः इति द्वितीयविभक्तौ बहुवचने सैनिका इति तत्र प्रथमविभक्तौ बहुवचने अस्ति. अतः तत्र सैनिकाः इति त्यजतु महोदय, तत्र सैनिकान् इति अस्य विशेषणं धावतः. हा महोदय, सैनिकान् धावतः मारयति. अस्ति, तर्हि आहत्य वाक्यं किं? भीष्मः भीष्मः सैनिकान् धावतः मारयति इति वाक्यमस्ति. सामान्यतया विशेषणं प्रथमतया वदामः, किन्तु शब्दक्रमस्य आवश्यकता नास्ति. तथा भीष्मः धावतः सैनिकान् मारयति. भीष्मः मारयति कान्? सैनिकान्. कीदृशान् सैनिकान्? धावतः सैनिकान्. समीचीनमस्ति. अग्रे गच्छेम तर्हि. अग्रे किं रत्नेश महोदय वक्तुम् इच्छति वा? प्रयासं करोमि महोदय. स्यन्दनं तिष्ठति, सारथी स्यन्दनात् अवतरति. स्यन्दनं तिष्ठति प्रथम वाक्ये. तिष्ठति तिष्ठति द्विसत्रिङ्ग् तिष्ठति लट् लकारे प्रथमपुरुषे बहुवचने तिष्ठन्ति भवति. अतः पुल्लिङ्गशब्दे सत्रिङ्ग् कर्तृप्रत्ययानां तिष्ठत् भवति, तिष्ठन् भवति, तिष्ठन् तिष्ठन्. सारथी द्वितीये वाक्ये सारथी स्यन्दनात् अवतरति. स्यन्दनात् पञ्चमी विभक्ति भवति, अत एव तिष्ठन् शब्दस्य पञ्चमी विभक्ति. तिष्ठतः सुन्दरम् तिष्ठतः तिष्ठतः स्यन्दनं तिष्ठतः सारथी अवतरोति. पुनः पुनः वाक्यं पुनः. स्यन्दनं तिष्ठतः सारथी अवतरति. स्यन्दनं तिष्ठतः इति कथम् आसीत्? भवतः चिन्तनम् एतावता बहु समीचीनम् आसीत्. स्यन्दनम् इति अस्य का विभक्तिः? तिष्ठतः इति अस्य का विभक्तिः? पञ्चमी विभक्ति. तिष्ठतः पञ्चमी, स्यन्दनं प्रथमा. तर्हि मिलित्वा तत्र सम्यक् नास्ति. स्यन्दनात् तिष्ठतः सारथी अवतरति. इति वाक्यमस्ति. बहु समीचीनमस्ति. सा अथवा सारतिष्ठतः सारथी स्यन्दनात् अवतरति. तिष्ठतः कस्य विशेषणं? तिष्ठते चन्दनस्य विशेषणं तर्हि तत्र तत्रैव स्थापयतु तर्हि सारथिः तिष्ठतः चन्दनात् अवतरति हा इदानीं सम्पूर्णं बहु समीचीनमस्ति बहु समीचीनमस्ति महोदय बहु सम्यक् अस्तु इति वाक्यमस्ति अग्रे गच्छेम तर्हि अत्र नरेशमहोदय तत्र प्रयत्नं कर्तुम् इच्छति वा अवगच्छति किम् अस्ति करोमि भीमः गजम् आरोहति भीमस्य साहसं पश्यतु आरोहति लट्लकार बहुवचनं आरोहन्ति तदेव शत्ररूपम् एकवचनं पुल्लिङ्ग आरोहण आरोहन् आरोहन् भीमः गजम् आरोहति भीमस्य साहसं पश्यतु तदेव भीम गजम् आरोहति गजम् आरोहति भीमस्य साहसं भीमस्य साहसं साहसं द्वितीयविभक्ति भीमस्य साहसं भीमस्य षष्टिविभक्ति सत्यं तदैव भीमस्य साहसं भीमस्य गजं गजम् आरोहतः गजम् आरोहतः भीमस्य साहसं पश्यतु सुन्दरं सुन्दरं बहु समीचीनमस्ति नाम आरोहतः इति कस्य विशेषणम् आरोहत भीमस्य विशेषणम् इति अस्ति बहु सम्यक् सुन्दररीत्या भवता षष्टिविभक्ति आरोहतः गजम् आरोहतः भीमस्य साहसं पश्यतु सम्पूर्णं वाक्यं बहु बहु सम्यक् अस्ति अस्तु लक्ष्मीभगिनी अग्रे महिलाः शाटिकां क्रीणन्ति महिलानां समीपे धनं वर्तते अत्र कर्ता महिलाः महिलानां समीपे धनं वर्तते तत्तु षष्टिविभक्ति बहुवचनरूपं महिलानां महिलाः शाटिकां क्रीणन्ति अत्र क्रीणन्ति शब्दस्य शत्रन्तरूपं पुंलिङ्ग स्त्रीलिङ्गे क्रीणति भवति प्रथमाविभक्ति एकवचनं स्त्रीलिङ्गरूपं क्रीणति भवति तदेव प्रातिपदिकरूपम् अत्र नुमागमः किमर्थं न तिष्ठति सम्यक् सम्यक् बहु सम्यक् किमर्थं न तिष्ठति अत्र प्रथमपुरुष एकवचन प्रथमपुरुष एकवचन लट्लकाररूपं क्रीणाति तत्र ति अक्षरात् पूर्वं तत्र अकारः नास्ति आकारः अस्ति तदर्थं नकारः न तिष्ठति शत्रन्तरूपे तदर्थं स्त्रीलिङ्गशत्रन्तरूपं क्रीणति भवति तस्य क्रीणति शब्दस्य षष्टिविभक्ति बहुवचनान्तरूपं नयामि चेत् क्रीणतीनां भवति भवती जानाति एव क्रीणति अस्ति हा समीचीनमस्ति क्रीणति इति आसीत् हा समीचीनमस्ति क्रीणति नाम अत्र द्वे वाक्ये अपि संयोजयामः चेत् महिलानां पार्श्वे धनं वर्तते महिलाः शाटिकां क्रीणन्ति समानकाले आं महोदय द्वे वाक्ये संयोजयामि चेत् क्रीणतीनां महिलानां पार्श्वे समीपे शाटिकां क्रीणतीनां महिलानां समीपे ते भवति सुन्दरं बहु समीचीनमस्ति सर्वे अवगतवन्तः खलु सम्यक् अस्ति शाटिकां क्रीणतीनां महिलानां समीपे धनं वर्तते अत्र तावदेव अस्ति समीचीनमस्ति अस्तु अग्रे गच्छेम तर्हि नवमं वाक्यं अन्य कोऽपि अस्ति न उक्तवान् तावता शुभा भगिनी तत्र पुस्तकं लब्धं वा न महोदय लिङ्क् तदेव अहं लिङ्क् अस्ति न वा इति कोऽपि प्रेषयतु गीतप्रवेश लिङ्क् पठितवान् अस्तु अस्तु ददामि एकनिमिष अस्तु तावता सुब्रह्मण्यमहोदय अग्रिमं वदतु अस्तु महोदय सागरे नौकाः तरन्ति रक्तनौका शोभते अत्र तरन्ति इति क्रियापदम् अत्र नौकाः तरन्ति नौका शोभते अपि अत्र किञ्चित् भिन्नमस्ति एतत् तरन्ति प्रथमम् अत्र तरन्ति तस्य तरन् इति पुल्लिङ्गरूपमस्ति शत्रन्तरूपम् अनन्तरं तरन्ती प्रथमं नयामः अत्र तरति इति प्रथमपुरुष एकवचनलट् रूपम् अत्र तीभागात् पूर्वम् अकारः अस्ति ह्रस्वाकारः तत्कारणात् अत्र नकारः तिष्ठति तरन्ती इति स्त्रीलिङ्गप्रातिपदिकं शत्रन्तरूपम् अत्र प्रायः रक्तनौका शोभते तरन्तीषु नौका सागरे तरन्तीषु नौकासु रक्तनौका शोभते महोदय पुनः वदतु सागरे तरन्तीषु नौकासु तरन्तीषु नौकासु रक्तनौका शोभते इदानीं सम्यक् समीचीनम् एका नौका शोभते सा रक्तनौका अस्ति बह्व्यः नौकाः सन्ति तरन्ति सागरे तस्यां तासु एका नौका शोभते तत्कारणात् अत्र सप्तमी विभक्ति इच्छामः सागरे तरन्तीषु नौकासु रक्तनौका शोभते इति वाक्यमस्ति समीचीनमस्ति सर्वासु नौकासु रक्तनौका शोभते तर्हि तरन्तीषु नौकासु इति ताः तरन्त्यः नौकाः तासु तरन्तीषु नौकासु इति अस्ति अग्रे गच्छेम तर्हि अग्रे मीना भगिनी वदति वा सज्जनाः सत्यं वदन्ति नारायणः सज्जनेषु अन्यतमः अस्ति. वदन्ति वदन् इति प्रथमपुरुष प्रथमाविभक्ति एकवचनरूपं सज्जनेषु इति विशेष्यं वदन् सज्जनेषु सप्तमी विभक्ति बहुवचनं वदन् इति विशेष्यं वदत्सु इति सप्तमी विभक्ति बहुवचनं वदन् इति विशेष्यं किमस्ति वदन् वदन् वदन्ति विशेष्यं किं विशेषणं वदन् अस्ति सप्तमी विभक्ति बहुवचनं वदत् भवति. नारायणः बहुवचने किमस्ति पुनः न श्रुतवान् आम् वदन् इति विशेषणं सप्तमी विभक्ति बहुवचनं वदत्सु भवति. नारायणः सत्यं वदत्सु सज्जनेषु अन्यतमः अस्ति. सुन्दरमस्ति, बहु समीचीनम्. अजय महोदय अग्रे. शिवः नृत्यति, शिवः डमरुं वादयति. नृत्यति शतन्त्ररूपं नृत्यन् नृत्यन् पुंलिङ्ग नृत्यन् नृत्यन् शिवः दमरं वादयति वादयति. हा समीचीनमस्ति. इदं वाक्यं पुनः सरलरीत्या दत्तमस्ति, यतोहि शिवः एव अस्ति. उपरितनेषु वाक्येषु तत्र नारायणः सज्जनाः तत्र नौकाः सन्ति, पुनः रक्तनौका इति पुनः भिन्नरीत्या अस्ति. अत्र सर्वत्र तत्र किञ्चित् जाटिल्यमासीत्, अत्र किञ्चित् सरलम्यस्ति. अग्रे गच्छेम तर्हि पञ्चमं. महोदय पुनः एकवारं नव वाक्यं नवमवाक्यं सुब्रह्मण्यमहोदय नवमवाक्यं सुब्रह्मण्यमहोदय. हा तत्र वाक्यं किम् अथवा प्रश्नः अस्ति भवतः? अवगच्छामि. नौकासु कथमस्ति नौकासु तरन्तीषु यत्र बहवः सन्ति तेषु बहुषु अन्यतमः इति भवति, तत्र सप्तमी विभक्ति भवति. नाम बहवः जनाः सन्ति, तेषु जनेषु उत्तमः अस्ति रामः. शतं जनाः सन्ति, तेषु सर्वेषु जनेषु सर्वोत्तमः रामः इति चेत् तत्र सप्तमी बहुवचने भवति, सर्वेषु जनेषु उत्तमः रामः. तादृशमस्ति अत्र सर्वासु नौकासु रक्तनौका शोभते, तत्र तरन्तीषु इति विशेषणं तावत्, तरन्तीषु नौकासु. मम चिन्तनमस्ति अन्यवाक्यानां रूपाणि भिन्नम् अस्ति. सामान्यमस्ति चेत् नौका सागरे नौका तरति, सागरे रक्तनौका तरति, रक्तनौका शोभते इति एव अन्यवाक्यानि सन्ति. न किन्तु तत्र पश्यतु, तत्र सप्तमवाक्यं पश्यतु. तत्र कर्तृपदभिन् तत्र पुरुषद्वयमस्ति भीमः न तत्र तत्र द्वयं नास्ति किं तत्र स्यन्दनं सारथिः षष्ठं वाक्यं पुनः सैनिकाः भीष्मः पञ्चमवाक्यम् अत्र भिन्नभिन्न भिन्नाः शैल्यः सन्ति परन्तु क्रियापदं सामान्यमेव नवमवाक्ये क्रियापदस्य किञ्चित् भिन्नम् अस्ति द्वितीयवाक्ये रक्तनौका अस्ति प्रथमवाक्ये नौकाः अस्ति नौकाः यतोहि समूहद्वयमस्ति तत्र समूहः तस्मिन् समूहे अन्यतमः अस्ति तत्र तत्र दशमवाक्यमपि तथा तत्र बहवः जनाः सन्ति सज्जनाः अन्यतमः नारायणः बह्व्यः नौकाः सन्ति अन्यतमा रक्तनौका नवमवाक्यं दशमवाक्यं तत्र साम्यमस्ति बहुषु एकः दशमवाक्ये सरलमस्ति किञ्चित् सज्जनेषु इति द्वितीयवाक्यस्य वार्ता अस्ति नवमवाक्यस्य तत्र चिन्तनीयमासीत् तत् सत्यम् अत्र सज्जनेषु इति दत्तमस्ति नवमे वाक्ये न दत्तमस्ति सत्यं चिन्तनीयमासीत् यत् किं भवितुमर्हति इति सत्यं सत्यं तत् सत्यम् अग्रे गच्छेम तर्हि पञ्चमव्यासः अस्ति तत्र रत्नेशमहोदय तत्र पठति वा महोदय कोष्ठके लिखितेभ्यः क्रियापदेभ्यः उचितं शत्रन्तं पदं निर्माय रिक्तस्थानं पूरयत् तु उदाहरणार्थम् आत्मा उत्क्रामति विमूढा न पश्यन्ति इदं वाक्यं विमूढा उत्क्रामन्तम् आत्मानं न पश्यन्ति द्वितीयं वाक्यं महोदय हा तर्हि तत्र अत्र कार्यं भवति कथमस्ति आत्मा उत्क्रामति विमूढाः न पश्यन्ति विमूढाः न पश्यन्ति किं न पश्यन्ति इति प्रश्नः विमूढाः न पश्यन्ति न अत्र किमिति न कम् इति पुल्लिङ्गे अथवा किमिति प्रष्टुं शक्नुमः किन्तु विमूढाः कं न पश्यन्ति विमूढाः उत्क्रामन्तम् आत्मानं न पश्यन्ति हा नाम विमूढाः आत्मानं न पश्यन्ति कीदृशम् आत्मानं न पश्यन्ति उत्क्रामन्तं कीदृश इति चिन्तनं भवति अस्तु समीचीनमस्ति द्वितीयं करोतु अग्रिमं जनाः क्रामति अर्थं किम् उत्क्रामति इति तत्र भिन्नभिन्नार्थाः सन्ति तत्र निद्रायाम् अस्ति तादृश अर्थः अस्ति अथवा यस्य मृत्युः जाता तादृशपि अर्थः अस्ति धन्यवादः आत्मा उत्क्रामति अस्मिन् अर्थे अस्मिन् वाक्ये कीदृशः अर्थः इति तत्र किं रत्नेशमहोदय तत्र किञ्चित् वदति वा आत्मा उत्क्रामति इति अर्थः नाम मृत्युकाले किमिति खलु आम् आत्मा शरीरात् निर्गच्छति निर्गच्छति नाम तत्र वारं वारम् आत्मा आगच्छति खलु तत्र का पृष्टवती नताशा भगिनी खलु आं महोदय पुनर्जन्म इत्यादिकम् एतादृशविषयः अस्ति अस्तु अग्रिमं वाक्यं तर्हि जनाः शरीरस्थम् आत्मानं कर्षयन्ति ते आसुरनिशया भवन्ति कर्षयति इति क्रियापदम् अस्ति, सत्रन्तं कर्षयन् भवति, अत एव कर्षयन् प्रथमा विभक्ति बहुवचन कर्षयन्तः भवति, कर्षयन्तः जनाः शरीरस्थम् आत्मानं कर्षयन् शरीरस्थम् आत्मानं कर्षयन्तः जनाः आसुरनिश्चयाः भवन्ति. इति वाक्यमस्ति, सर्वे शृण्वन्तु, अत्र अस्माकं प्रथमं कार्यमस्ति, अत्र इमानि वाक्यानि किञ्चित् इतोपि जटिलानि सन्ति. प्रथमं कार्यं किं, वाक्यस्य अर्थः कः. यावत् न जानीमः वाक्यस्य अर्थः कः, तावत् एतादृशं कार्यं कर्तुं न शक्ष्यामः. तर्हि प्रथमम् अस्ति, महोदयेन सम्यक्तया उक्तमस्ति, नाम किं पदं कस्य विशेषणं भवेत् इति प्रथमतया अवगन्तव्यमस्ति. अत्र वाक्यद्वयमस्ति, जनाः शरीरस्थम् आत्मानं कर्षयन्ति. द्वितीयं वाक्यं, ते आसुरनिश्चयाः भवन्ति. ते के? अत्र जनाः, ते इति जनाः. तर्हि ते जनाः आसुरनिश्चयाः भवन्ति. इदानीं ते जनाः कीदृशाः इति प्रश्नः. तत्र कर्षयन्ति इति विशेषणरूपेण आगच्छति, कीदृशाः. तदर्थम् अपि च तस्य तदर्थं तत्र कर्मपदं कर्षयन्ति इति कर्मपदम् आत्मानं तत्र आत्मा कुत्र स्थितः इति चेत् शिरस्थः आत्मा. द्वितीयविभक्तौ शिरस्थम् आत्मानं कर्षयन्ति जनाः. तदानीं जनाः प्रथमविभक्तौ द्विवचने इति प्रथमविभक्तौ बहुवचने इति कृत्वा कर्षयन्तः शिरस्थम् आत्मानं कर्षयन्तः. एकनिमेषः, शरीरस्थम् इति मया उक्तं, तद् यद् मया उक्तं तत्तु सत्यमेव. शरीरस्थम् आत्मानं कर्षयन्तः जनाः आसुरनिश्चयाः भवन्ति इति वाक्यमस्ति. समीचीनं. शुभभगिनी, पुस्तकं लब्धं वा? प्राप्नोति. प्राप्नुवती अस्ति अथवा प्राप्तवती? मम पार्श्वे अस्ति इदानीं. पार्श्वे अस्ति, अस्तु. पुस्तकम् उद्घाटितं वा? आम्. पृष्ठं लब्धम्? आम्. पञ्चषष्ट्यधिकशततमे पुटे 165. अर्जुनः विषिदति, कृष्णः उपदिशति अर्जुनः. अवगच्छति वा? आम्. विषीदति इत्युक्ते दुःखम् अनुभवति, दुःखम् अनुभवति. अस्तु. अर्जुनः दुःखम् अनुभवति, विषीदति. इदानीं कृष्णः उपदिशति नाम पाठयति, कृष्णः पाठयति. कं पाठयति कृष्णः? अर्जुनम् इति बहु समीचीनमस्ति. तर्हि कृष्णः अर्जुनम् उपदिशति इति वाक्यमस्ति. अस्तु. तर्हि कृष्णः अर्जुनम् उपदिशति, अर्जुनः विषिदति. तर्हि विषिद् तिष्ठन्ति विषिदन् विषिदन्तं कृष्णः विषिदन्तम् अर्जुनम् उपदिशति. वा सम्पूर्णमस्ति, बहु सम्यक् अस्ति. अस्तु अग्रे तर्हि सुब्रह्मण्य महोदय अग्रे. अत्र चतुर्थी विभक्ति अपि भवति वा? विषीदते अर्जुनाय कृष्णः उपदिशति अपि भवति वा? तत्तु अपि स्यात्, तदपि स्यात्. तदर्थं तत्र चतुर्थी इति समीचीनमस्ति, वस्तुतः समीचीनमस्ति. चतुर्थवाक्यमस्ति. तर्हि अग्रे सुब्रह्मण्य महोदय. अस्तु महोदय. नराधमाः द्विषन्ति, भगवान् असुरयोनिषु क्षिपति. अत्र द्विषन्ति इति क्रियापदमस्ति, द्विषति इति द्विषन्ति इति क्रियापदं बहुवचन प्रथमपुरुषलट्लकारः अपि द्विषन् इति सत्रन्तरूपं पुल्लिङ्गे प्रथमाविभक्तौ. अत्र नराधमाः इति अत्र पुल्लिङ्गबहुवचनमस्ति प्रथमाविभक्तौ. भगवान् असुरयोनिषु नराधमान् क्षिपति इति. अत्र कीदृशान् नराधमान् इत्युक्ते अत्र द्विषतः नराधमान् भगवान् द्विषतः नराधमान् आसुरयोनिषु क्षिपति. बहु समीचीनमस्ति इति वाक्यं सम्पूर्णमस्ति. अग्रे तर्हि महोदय किं द्विषुत्सु न तादृशं नास्ति. एकवारं महोदय. क्षिपति इति क्रियपदमस्ति खलु, क्षिपति कान् क्षिपति? तत्र भगवान् क्षिपति, कान् क्षिपति? पुष्पा भगिनी. नराधमान्. अस्तु अग्रे गच्छेम. तर्हि पञ्चमं वाक्यं नताशा भगिनी वदति वा? आं महोदय. भीमसेनः क्रुध्यति, कौरवाः बिभ्यति. क्रुध्यति क्रुध्यन् भीमसेनः क्रुध्यति. कौरवाः भीमसेनात् बिभ्यति. कौरवाः क्रुध्यत् भीमसेनात् बिभ्यति. तत्र विशेषं त्यजतु एकनिमिषं. तत्र कौरवाः भीमसेनात् बिभ्य, तत्र यत्र भयमस्ति तत्र पञ्चमे अस्ति खलु, समीचीनं. भीमसेनात् इति भवती उक्तवती खलु, भीमसेनात्. भीमसेनात् तत्र बिभ्यति इति समीचीनमस्ति. इदानीं क्रुध्यति इति अस्ति, क्रुध्यति इति तत्र एकवचने किं प्रथमव्यक्तौ किं क्रुध्यन्? तर्हि पञ्चमी क्रुध्यत. न सम्यक्तया वदतु उच्चारणं. क्रुध्यतः. उच्चारणं सम्यक्तया. इदानीं हिन्दी इति नास्ति खलु. क्रुध्यतः क्रुध्यतः. पुनः वाक्यं वदतु. कौरवाः क्रुध्यतः भीमसेनात् बिभ्यति इति वाक्यं समीचीनमस्ति. नरेश महोदय अग्रे कृपया. युधिष्ठिरः ध्यायति, सूर्यः अक्षयपात्रं दत्तवान्. ध्यायति इति प्रतिपादितं लट्लकार बहुवचन ध्यायन्ति शत्र प्रत्यय ध्यायन् युधिष्ठ ध्यायन् युधिष्ठ ध्यायन् सूर्यः अक्षयपत्रं पात्रं दत्तवान् सूर्यः अक्षयपात्रं कः दत्तवान् कस्मै युधिष्ठै दत्तवान् कीदृशी युधिष्ठः तत्र चतुर्थी विभक्तिः सर्वत्र बहु समीचीनमस्ति नाम कस्मै दत्तवान् कीदृशाय दत्तवान् पुनः युधिष्ठिरशब्दस्य चतुर्थ्यन्तं पदं किम् चतुर्थी विभक्ति युधिष्ठै युधिष्ठाय लक्ष्मी भगिनी सहायं करोतु तत्र रूपं किं कीदृशाय युधिष्ठिराय अक्षयपात्रं दत्तवान् युधिष्ठिराय देवः देवाय युधिष्ठिराय अस्तु अग्रिमहोदय बहु सम्यक् अस्ति कीदृश युधिष्ठ चतुर्थी विभक्ति ध्यायते सूर्यः ध्यायते युधिष्ठिराय अक्षयपात्रं दत्तवान् इति वाक्यं सम्पूर्णं चिन्तनं बहु समीचीनमासीत् बहु सम्यक् तथैव अस्ति अस्तु तर्हि अग्रे गच्छेम इदानीं कस्य अस्ति श्रीनिवासमहोदय कृपया अस्तु अस्तु तदनन्तरं भवती करोतु समीचीनं परमेश्वरः भूतेषु समं तिष्ठति द्रष्टुं प्रयतताम् परमेश्वर भूतेषु समं तिष्ठति कीदृश परमेश्वर द्रष्टुं प्रयतताम् इत्युक्ते तिष्ठन् परमेश्वर महोदय भूतेषु समं तिष्ठन् परमेश्वर द्रष्टुं प्रयतताम् इदानीं विशेषणं त्यजतु सरलवाक्यं किं केवलं विशेष्यं स्थापयतु तत्र भूतेषु समं परमेश्वर भूतेषु समं प्रति त्यजतु अत्र अस्माकं वाक्यं किं द्रष्टुं प्रयतताम् अत्र कं द्रष्टुं प्रयतताम् परमेश्वरं द्रष्टुं इति अस्ति मूलवाक्यं किं परमेश्वरं द्रष्टुं प्रयतताम् इति वाक्यम् इदानीं कीदृशं परमेश्वरं द्रष्टुं प्रयतताम् इति कीदृशं द्रष्टुं तिष्ठन्तं परमेश्वरं इदानीं कुत्र तिष्ठन्तं परमेश्वरं द्रष्टुं प्रयतताम् पूर्णवाक्यं किं तर्हि भूतेषु समं तिष्ठन्तं परमेश्वरं द्रष्टुं प्रयतताम् सुन्दरं बहु सम्यक्तया उक्तं पुष्पा भगिनी अग्रे मुक्तः यज्ञाय कर्म आचरति कर्म प्रसङ्ग समग्रं प्रविलीयते. अत्र यज्ञाय कर्म आचरतः मुक्तस्य कर्म समग्रं प्रविलीयते. हा, किन्तु यया रीत्या अन्ये जनाः सोपानानि वदन्ति यथा चिन्तनं कथमस्ति इति, अस्य केवलम् उत्तरदानेन तत्र कोऽपि लाभः अस्ति वा सर्वेषां कृते? न, आचरति कर्तृपदं विशेषं किं? विशेषणं मुक्तः. विशेषं मुक्तः, हा. मुक्तशब्दस्य च का विभक्तिः भविष्यति? अत्र मुक्तस्य कर्म समग्रम् ओके. तत्र सप्तमी षष्ठी विभक्तिः अस्ति. हा हा, तर्हि मूलवाक्यं किं? मुक्तस्य कर्म कर्म समग्रं प्रविलीयते. हा, इति मूलवाक्यं. तदा यदा वयम् अवगच्छामः मूलवाक्यं किं भविष्यति, तदानीं वयं विशेषणविशेषभावम् उपवेष्टुं शक्नुमः, उपवेशयितुं शक्नुमः. अत्र आचरतः सप्तमी विभक्तिः अस्ति. यज्ञाय कर्म आचरतः मुक्तस्य कर्म समग्रं प्रविलीयते. समीचीनमस्ति. अस्तु, बहु सम्यक्. अग्रे लक्ष्मी भगिनी, अग्रे. महोदय, सत्यं भीष्मः दुर्योधनस्य हर्षं जनयति, शङ्खं धमति. भीष्मस्य हर्षं जनयति, शङ्खं धमति. अत्र भीष्मः कर्ता, भीष्मः एव द्वे कार्यमपि करोति, कार्ये अपि करोति. अत्र लघुवाक्यमस्ति शङ्खं धमति, मूलवाक्यमस्ति भीष्मः दुर्योधनस्य हर्षं जनयति. न न, मूलवाक्यम् अत्र किं? शङ्खं धमति. शङ्खं धमति इत्यस्य कर्तृपदं किम्? भीमः. तदेव मूलवाक्यं. भीष्मः शङ्खं धमति. अत्र भीष्मः शङ्खं धमति मूलवाक्यं. लघुवाक्यमस्ति भीष्मः दुर्योधनस्य हर्षं जनयति. अत्र जनयति शब्दस्य सत्रन्तरूपं पुंलिङ्ग एकवचनप्रथमाविभक्तिरूपं जनयन् भवति. अत्र प्रथमाविभक्तिरूपम् ओके. भीष्मः दुर्योधनस्य हर्षं जनयन् शङ्खं धमति. हा, बहु समीचीनमस्ति. हा, तत्र शब्दक्रमस्य तत्र विकल्पः अस्ति. सम्यक् अस्ति. भीष्मः शङ्खं धमति, भीष्मः दुर्योधनस्य हर्षं जनयन् शङ्खं धमति, अथवा दुर्योधनस्य हर्षं जनयन् भीष्मः शङ्खं धमति इति अपि समीचीनमस्ति. अस्तु अस्तु, अन्तिमम् एकं कुर्मः तर्हि. किं तत्र वदतु कृपया. भक्ताः प्रीतिपूर्वकं भजन्ति, कृष्णः अनुग्रहं करोति. अत्र कृष्णः अनुग्रहं करोति, कृष्णः कस्य अनुग्रहं करोति इति. अत्र द्वितीयवाक्ये अत्र भक्ताः प्रीतिपूर्वकं भजन्ति, कृष्णः भक्तानाम् अनुग्रहं करोति. कीदृशानां भक्तानाम् अनुग्रहं करोति इत्युक्ते अत्र भक्ताः भजन्ति. भजन् प्रथमविभक्ति एकवचन पुल्लिङ्गरूपमस्ति, शत्रन्तरूपम्. इदानीं षष्ठीविभक्ति बहुवचनरूपम् इच्छामि. अत्र भजन्ताम् इति भवति, प्रीतिपूर्वकं भजन्तां भक्तानां कृष्णः अनुग्रहं करोति, अथवा कृष्णः प्रीतिपूर्वकं. किन्तु शत्रन्तरूपं सम्यक्तया चिन्तयतु कथमस्ति इति. भजन् अस्ति खलु महोदय, प्रथमविभक्ति. किन्तु षष्ठी बहुवचने किमस्ति? सर्वनामस्थानसंज्ञकप्रत्ययः कति कति भवतां भजन्ता भवतां भजतां महोदय, क्षम्यतां क्षम्यतां. कृष्णः प्रीतिपूर्वकं भजतां भक्तानाम् अनुग्रहं करोति इति अस्ति. बहु समीचीनमस्ति, तत्र प्रभावशाली अस्ति. सर्वेषाम् अवगमनं बहु सम्यक्तया बहु सम्यक् जातमस्ति अस्मिन् सप्ताहे. तत्र प्रभावशाली अस्ति. इदानीम् अग्रे मम चिन्तनमस्ति यत् पश्येम अग्रिमे सप्ताहे समापयितुं शक्ष्यामः न वा. किन्तु अत्र मम चिन्तनमस्ति यत् शत्रन्तरूपस्य कृते किञ्चित् इतोपि समयः अपेक्षितः चेत् न कापि हानिः, सर्वेषां बोधः बहु सम्यक् भविष्यति इति कृत्वा. अस्तु, अग्रिमवाक्य अन्तिमवाक्यद्वयं सर्वे कृपया गृहपाठरूपेण कुर्वन्तु, अनन्तरं ततः अग्रे सरेम अग्रिमे सप्ताहे. धन्यवादः सर्वेषां. नमस्कारिणी, अनन्तरं मम तत्र किञ्चित् लिखतु वा. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः महोदय.